नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्य नूतनविषयः अस्ति तनादिगणः इति। तत्र आरम्भतः एकवारं पठामः। तर्हि किं मीना भगिनी आरब्धमिष्यति वा? नमस्कारः भगिनि, उषा अस्मि। तनादिगणः आरम्भतः एकवारम्। ओ, तनादिगणः आरम्भतः। तनादिगणे दशधातवः सन्ति। अत्र तेषां सार्वधातुकलकाराणां तिङन्तरूपाणि परिशीलनीयानि। तनादिगणीयेभ्यः धातुभ्यः कर्तर्थके सार्वधातुकप्रत्यये परे कर्तरि शप् इति सूत्रेण शप् विधीयते। तदा शप् प्रपाद्य तनादिकृङ्भ्यः उः इति सूत्रेण उः विकरणप्रत्ययः विहितः भवति। अयम् उ प्रत्ययः कीदृशः? तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ् वा षित् वा अस्ति सः सार्वधातुकप्रत्ययः। यः कोऽपि प्रत्ययः धातुभ्यः विहितः परन्तु तिङ्क्षित् नास्ति सः प्रत्ययः आर्धधातुकशेषः इति सूत्रेण आर्धधातुकप्रत्ययः भवति। तर्हि उ प्रत्ययः धातुभ्यः विहितः अपि च तिङ्क्षित् नास्ति इति कारणतः आर्धधातुकप्रत्ययः अयम्। दशसु गणेषु तनादिगणः एक एव गणः यस्मिन् विकरणप्रत्ययः आर्धधातुकः। इदानीं वदामि वा? वस्तुतः अत्र वस्तुतः वदनस्य आवश्यकता नास्ति इति चिन्तयामि, यतोहि गतवर्गे दृष्टं खलु, एकवारं पठित्वा। अस्तु, धन्यवादः। इदानीं विजय विजयलक्ष्मी पठति वा? विजया भगिनी अग्रे अस्ति वा? विजया भगिनी, आम् अस्तु अग्रे। अत्र तनादि कुरुभ्यः उः एतदेव महोदय? आमां, तनादिगणे स्थितेभ्यः धातुभ्यः क्रूधातुतश्च धातुतः च ऊ प्रत्ययः भवति कर्तृक सर्वधातुकप्रत्यये परे। तन् आदिः येषां ते तनादयः बहुवीतिः तनादयश्च कृ च तेषाम् इतरेतरद्वन्द्वः तनादिकृण्यः तेभ्यः तनादिकृभ्यः तनादिकृभ्यः पञ्चम्यन्तं पुः प्रथमान्तं द्विपदमिदं सूत्रं कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तनादिकृभ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके। अत्र तनादिकृभ्यः कृभ्यः उः इति विकरणप्रत्ययं तनादिगणे अस्ति। क्षम्यतां, तत्र गतवर्गे एव पठितम् अतः केवलं पठामः, इदानीम् अग्रे गच्छामः, अवगच्छामः खलु अत्र। अस्तु अस्तु, समीचीनं। तर्हि इदानीम् अग्रे गच्छामः। तत्र उमा भगिनी अग्रे पठतु। धातुः तनादिगणे एव घटितः इत्यस्मात् किमर्थं पुनः उक्तं सूत्रे यत् कृधातुतः उविकरणं भवति इत्यस्मिन् प्रसङ्गे विवरणम् अपेक्षितं। द्विवारं वदनेन नियमयति यत् कृधातोः उ प्रत्ययः तु भवति, किन्तु अन्येतनादिगणीयः गणीयः विधयः कृधातुकृते न प्रसक्ताः। द्विवारं वदनेन नियमः कृतः सीमा अध्यारोपिता यत् ऊ प्रत्ययस्य एव विधानम्। एतदर्थमेव तनादिगणे स्थापितः अन्ये तनादिगणीयः विधेयः धातुतः न भवन्ति. आमाम्, इत्युक्ते तत्र तनादि इत्युक्ते अन्येषु गणेषु तत्र धातोः उल्लेखः नास्ति, केवलं स्वादिगणे स्वादिभ्यः श्नु दिवादिभ्यः श्यन् इति तत्र तु तत्र तस्मिन् गणे यः धातुः अस्ति तस्य विशेषतया उल्लेखः नास्ति, परन्तु अत्र तनादिक्रीभ्यः उः इत्यत्र क्रिय इति धातोः उल्लेखः अस्ति. किमर्थम् अस्ति इति चेत् अत्र यद्यपि उ इति प्रत्ययः भवति, परन्तु तत्र तनादिगणे सामान्यतया यानि कार्याणि भवन्ति तानि कार्याणि अत्र न भवन्ति, परन्तु इतोपि विशिष्टकार्याणि कृधातोः कृते भवन्ति इति अत्र विषयः अस्ति. अस्तु, समीचीनं. तर्हि शोभा भगिनी अग्रे. आं भगिनि, विकरणप्रत्ययः आर्धधातुकः लकारः सार्वधातुकः इत्यनेन समस्या वा? उविकरणप्रत्ययस्य आर्धधातुकत्वात् तनादिगणीयेषु तिङन्तरूपेषु कीदृशः प्रभावः इति काचन प्रमुखा जिज्ञासा. अत्र अस्माकं विषयः सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्, यत्र विकरणप्रत्ययः आर्धधातुकं तत्र लकारः कथं वा सार्वधातुकः भवेत्, यथा प्रत्ययः तथा लकारः किल, अयं सामान्यप्रश्नः जनानां. वस्तुतः विकरणप्रत्ययः कीदृशोऽपि भवतु, नाम लकारः सार्वधातुको वा आर्धधातुको वा इति प्रश्नः च विकरणप्रत्ययस्य स्वभावः च अनयोः द्वयोः वार्तायोः न कोऽपि सम्पर्कः. तर्हि अग्रे पठामि वा? न, एतावता अत्र विशेषः अवगतं खलु, अत्र कोऽपि अवगतं भगिनि, अवगतं खलु. अस्तु अस्तु, तर्हि किञ्चित् अग्रे गच्छामः. किं सरस्वती भगिनी अग्रे पठति वा? तर्हि सार्वधातुकलकारः नाम कः? यत्र तिङन्तपदस्य निर्माणक्रमे प्रक्रियायां धातुना कर्तृतः सार्वधातुकप्रत्ययः साक्षात् दृश्यते, साक्षात् पुरतः, तत्र कर्तरि शप् इति सूत्रेण शप् विधीयते. यत्र कर्तरि शप् इत्यस्य प्रसक्तिः तत्र सार्वधातुकलकारः इत्युच्यते. अग्रे पठानि वा भगिनि? आमाम् आमाम्, अग्रे पठतु. कर्तरि शप् किं वदति? कर्तर्थके सार्वधातुकप्रत्यये परे धातुतः शप् विहितः भवति, यथा भूयोगति कर्तरि शप् योजनेन भूयोग शप् योगति. अत्र भूधातुः साक्षात् ति प्रत्ययं पश्यति, ति सार्वधातुकः अस्ति, अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. अपरेषु गणेषु शपं प्रबाद्य अन्यैः सूत्रैः अन्ये विकरणप्रत्ययाः विहिताः, तेषु गणेषु अपि धातोः अग्रे सार्वधातुकतिङ् प्रत्ययः साक्षात् दृश्यते चेद् एव तत्तद्गणस्य विकरणप्रत्ययः विधीयते. भादौ शप् शप भादौ शप् दिवादौ श्यन् तुदादौ श तनादौ उ गणम् अनुसृत्य धातोः अग्रे सार्वधातुकतिङ् प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते. अस्तु भगिनि, समीचीनं समीचीनं, सम्यक्. तर्हि एतावता अवगतं खलु, तत्र कोऽपि संशयः नास्ति खलु, स्पष्टतया एव लिखितमस्ति, अतः प्रश्नः न स्यात्. अस्तु, तर्हि इदानीम् अग्रे अरुणा भगिनी अग्रे पठतु. भूधातु भूयवति दिवादौ नश् धातु योगः नश् धातु नश् युगति सुधादौ लिक् धातु युगति. यदा सार्वधातकतिङ् साक्षात् दृश्यते तदा विकरणं विधीयते. अतः सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ् इत्येषु चतुर्षु लकारेषु एवं रीत्या धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः विहितः. तत्र विकरणभेदात् गणभेदः. अतः येषु चतुर्षु लकारेषु कस्यचित् धातोः तिङ्गन्तरूपं ज्ञेयं चेत् स च धातु कस्मिन् गणे अस्ति इत्यवश्यं बोध्य. अस्तु, इति तत्र सार्वधातुकलकारस्य विषये अत्र उक्तमस्ति. सार्वधातुकलकारे तु धातुना तिङ्प्रत्ययः साक्षात् दृश्यते. अर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः साक्षात् न दृश्यते, यतोहि मध्ये तत्र अन्यविकरणप्रत्ययः विहितः भवति इति अत्र विषयः अस्ति. अस्तु भगिनी, धन्यवादः. अग्रे उषा भगिनी. आर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितं, यतः मध्ये विकरणप्रत्ययः न विहितः. विकरणप्रत्ययः न विहितः यतोहि धातोः साक्षात् परं सार्वधातुकतिङ्प्रत्ययः नास्ति. यथा लृटि सिद्धतिङ्प्रत्ययः अस्ति, स्यति भूयोगः स्यति इति स्थितिः. स्यति आर्धधातुकं न तु सार्वधातुकम्. अत्र भूधातुः सार्वधातुकतिप्रत्ययं द्रष्टुं न शक्नोति, यतः स्य मध्ये अस्ति. सार्वधातुकप्रत्ययः साक्षात् पुरतः नास्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः अपि नास्ति. पठामि वा अग्रे पठामि वा? न, समीचीनं समीचीनम्. इति तु तत्र ज्ञातः विषयः अस्ति खलु. अत्र गणस्य चिन्तनं न भवति अर्धधातुकलकारेषु, अपि च तत्र यदा लृट् लकारे स्यति इति प्रत्ययः, तत्र धातुतः यदा लृट् लकारः विधीयते भूयोगः लृट्, तदानीं मध्ये स्य इति विकरणप्रत्ययः आयाति तिङ्प्रत्ययात् प्राक् इति कृत्वा धातुः तिङ्प्रत्ययं द्रष्टुं न शक्नोति इति कृत्वा तत्र कर्तरिषप् इत्यस्य अवसरः नास्ति. अस्तु, समीचीनं. तर्हि अन्तिमपरिच्छेदः तत्र विजयलक्ष्मी भगिनी पठतु, ततः अग्रे वयम् अग्रे सरामः. आं भगिनि, सारांशः अयं, कर्तरि शप् तदा कार्यं करोति यदा धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति. धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः. विकरणप्रत्ययस्य स्वभावः कः इति प्रश्नः. अनयोः प्रश्नयोः न कोऽपि सम्बन्धः. विकरणप्रत्ययः आयाति चेत् अनन्तरम् एव आयाति. अतः अनेन स्पष्टं यत् लकारः कीदृशः अपि च विकरणप्रत्ययः कीदृशः, अनयोः न कोऽपि सम्बन्धः. तर्हि ऊ विकरणप्रत्ययः अर्धधातुकम् अपि च अस्माकं चत्वारः लकारः सार्वधातुकः. अत्र न कोऽपि सङ्घर्षः, न कोऽपि क्लेशः. अग्रे पठामि. बहु सम्यक् अस्ति भगिनि, धन्यवादः. इदानीं तत्र अग्रिम अन्तिमवाक्यमेकं पठतु, तर्हि ऊ विकरणप्रत्यय. ऊ विकरणप्रत्ययस्य आर्धधातुकत्वात् कीदृशः प्रभावः धातौ. तस्मात् पूर्वम् अन्तिमवाक्यं भवती पठितवती वा, न कोऽपि क्लेशः इति? अस्तु अस्तु, तर्हि अग्रे गच्छतु. गणकार्ये आर्धधातुकप्रत्यय गुणकार्ये सारी गुणकार्ये आर्धधातुकप्रत्ययः निमित्तं भवति वा? यत्र प्रत्ययः आर्धधातुकं तत्र सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इत्यनयोः सूत्रयोः प्रसक्तिः वा? अस्त्येव. सार्वधातुकप्रत्ययोः वा अर्धधातुकप्रत्ययो वा? सम्यक्तया पठतु प्रत्ययोः इति कुत्र अस्ति. न, सार्वधातुकप्रत्ययो वा अर्धधातुकप्रत्ययो वा द्वयोः सूत्रयोः प्रसक्तिः अस्त्येव. अधुना सार्वधातुकप्रत्ययः अपित् चेत् तर्हि तेन गुणकार्यं निषिद्धं सार्वधातुकम् अपित् किमिति च इत्याभ्यां सूत्राभ्यां. सार्वधातुकस्य अपित्वाद् एव गुणनिषेधः. आर्धधातुकस्य अपित्वात् न किमपि महत्त्वम्. आर्धधातुकप्रत्ययः खित् वा ङित् वा चेत् तर्हि गुणकार्यं निषिद्धं किमिति च इत्यनेन. उप्रत्ययः आर्धधातुकं स च उप्रत्ययः चित् अपि न ङित् अपि न, अतः गुणप्रसङ्गः भवति चेत् तर्हि उ प्रत्ययः गुणकार्यस्य निमित्तं भवति एव। तनादिगणे एतादृशः अवसरः अस्ति, यथा क्षिण् योगः उ, तत्र इकारस्य उपधायाम् इकारः अस्ति, तस्य गुणः भवति क्षेणु इति अङ्गं सिद्ध्यति। वदानि वा भगिनि? आमां किञ्चित् वदतु। अत्र अत्र उविकरणप्रत्ययः आर्धधातुकः, तस्य धातोः उपरि प्रभावः कीदृशः भवति इति चर्चा अस्ति। गुणकार्यस्य आर्धधातुकप्रत्ययस्य निमित्तं भवति वा इति चिन्तनं। सूत्रद्वयम् अस्ति, सार्वधातुक आर्धधातुकयोः अपि च पुगन्तलघुपथस्य च इति सूत्रद्वयोः प्रसक्तिः भवति गुणकार्यस्य कृते। तत्र सार्वधातुकप्रत्ययः वा भवतु आर्धधातुकप्रत्ययः वा भवतु, द्वयोः सूत्रयोः प्रत्ययस्य उपरि किं भवति प्रसक्तिः भवति। परन्तु यदि सार्वधातुकप्रत्ययः अपित् भवति तदा तत्र सार्वधातुकम् अपित् अपि च किनिति च इति सूत्राभ्यां तत्र गुणकार्यस्य निषेधः भवति। परन्तु आर्धधातुकप्रत्ययस्य विषये तु पित्वा अपित्वा इत्यस्य महत्त्वमेव नास्ति, अतः आर्धधातुकप्रत्ययः यदि खित् वा णित् वा भवति तदा गुणकार्यस्य बाधा भवति। अत्र अस्मिन् गणे उ इति विकरणप्रत्ययः अस्ति, तत्तु आर्वधातुकप्रत्ययः, परन्तु तत्र कित् अपि नास्ति ङित् अपि नास्ति प्रत्यये, अतः गुणस्य बाधा किमपि नास्ति, गुणस्य निमित्तं पूरितम् इति कृत्वा तनादिगणे उप्रत्ययस्य कारणेन धातोः गुणकार्यं भवति इति कारणात् क्षिण इति धातोः उप्रत्ययस्य प्रभावेन क्षेणु इति रूपं सिद्ध्यति गुणं भूत्वा। उपधायां स्थितः इकारस्य एकारः भवति गुणं भूत्वा, अतः क्षेणु इति रूपं सिद्ध्यति। समीचीनम्। इत्युक्ते केवलं सार्वधातुकप्रक्रियायामेव सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गः, अतः सार्वधातुकप्रक्रियायामेव पित्वम् अपित्वम् इति चिन्तनमस्ति। पित् प्रत्ययः अस्ति चेत् गुणः, अपित् प्रत्ययः अस्ति चेत् गुणनिषेधः इति चिन्तनं केवलं सार्वधातुकप्रक्रियायाम् अस्ति, यतोहि सार्वधातुकम् अपित् इति सूत्रं केवलं सार्वधातुकप्रत्ययानां विषये एव अस्ति, न तु अर्धधातुकप्रत्ययानाम्। अतः आर्धधातुकप्रक्रियायाम् अस्माभिः किं चिन्तनीयम् इति चेत् पित्वम् अपित्वम् इति चिन्तनं नास्ति, परन्तु प्रत्ययः कित् अस्ति वा नित् अस्ति वा इति द्रष्टव्यं। कित् नित् अस्ति चेत् तदानीं गुणकार्यस्य निषेधः भवति, कित् नित् नास्ति चेत् गुणकार्यं भवति एव इति अत्र वार्ता अस्ति। यः विषयः मया इदानीम् उक्तः सः विषयः न केवलम् अत्र, सर्वत्र सार्वधातुकलकारेषु अर्धधातुकलकारेषु अथवा सार्वधातुकप्रक्रियायाम् अर्धधातुकप्रक्रियायां सर्वत्र यद् यदुक्तं तद् तस्य प्रसङ्गः भवति। अतः सर्वदा स्मर्तव्यं पित्वम् अपित्वम् इति विषयः केवलं सार्वधातुकप्रक्रियायामेव, अर्धधातुकप्रक्रियायां पित्वम् अपित्वम् इति आधारीकृत्य गुणस्य प्रसङ्गः न भवति। अर्धधातुकप्रक्रियायां पित्वमेव नास्ति वा इति चेत् न, तत्रापि पित्वम् इति यदा ल्यप् इति प्रत्ययः पित् अस्ति, तत्र पित्वस्य अन्यत् किमपि कार्यम् अस्ति, परन्तु तत्र पित् अस्ति इति कृत्वा गुणः भवति इति न खलु। त्वाप्रत्ययस्य स्थाने यः ल्यबादेशः भवति तत्र ल्यप् इति पित् अस्ति, परन्तु तत्र पित्वस्य भिन्नमेव प्रयोजनं, गुणस्य चिन्ता नास्ति तत्र। तर्हि सार्वधातुकप्रक्रियायां गुणस्य कृते पित्वम् अपेक्षितम्, अर्धधातुकप्रक्रियायां गुणस्य कृते पित्वं किमपि न अपेक्षितम् इति सर्वदा स्मर्तव्यम्। अस्तु, समीचीनं। तर्हि उमा भगिनी अग्रे। अस्ति वा भगिनि, पठतु। सार्वधातुकलकारेषु तिङ्गन्नप्रत्ययस्य निर्माणार्थं त्रीणि सोपानानि सन्ति। विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं। तिङ्प्रत्ययः सिद्धिः। तिङ्प्रत्ययस्य निमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं। सार्वधातुकलकारेषु त्रीणि सोपानानि सन्ति। सार्वधातुकलकारेषु तिङन्तप्रत्ययस्य निर्माणार्थं पठति। विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं तु अङ्गकार्यस्य निकरप्रत्ययः योजनं करोति। किं प्रत्ययः सिद्धिः, किं प्रत्ययः योजितव्यं, किं प्रत्ययः निमित्तिकम् अङ्गकार्यं तदा अङ्गकिं प्रत्ययोः मेलनं। सो अङ्गकार्यं विकरणप्रत्ययः किं प्रत्ययः सर्वं योजितव्यम् इति तत्र सामान्यप्रक्रिया अस्ति। सार्वधातुकप्रक्रियां सर्वत्र तादृशप्रक्रिया, त्रीणि सोपानानि तु सन्ति एव इति इत्युक्ते अत्र अत्र यः क्रमः उक्तः अस्ति सः पाणिनीयसूत्राधारेण क्रमः नास्ति। इत्युक्ते अत्र प्रथमतया विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम् इति तत्र तावत् उक्तम्। अनन्तरं द्वितीयसोपाने तिङ्प्रत्ययः सिद्धिः इति उक्तं। वस्तुतः धातुतः तिङ्प्रत्ययः एव प्रथमतया भवति खलु, तिङ्प् सिद्धप्रत्ययः तिङ्प्रत्ययः भवति, तत्पश्चादेव विकरणप्रत्ययस्य विधानम्। अतः द्वितीयसोपानं यदस्ति तत् प्रथमं भवति। परन्तु अस्माकं सौलभ्यार्थम् एवं तत्र उक्तमस्ति, प्रथमं धातु विकरणप्रत्ययोः विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं धातुविकरणप्रत्ययोः मेलनम् इति उक्त्वा तदनन्तरं तिङ्प्रत्ययसिद्धिः इति अत्र उक्तं, केवलम् अस्माकं सारल्यार्थम्। परन्तु वास्तविकपाणिनीयशास्त्रीयक्रमः तत्र किञ्चित् भिन्नः अस्ति। अस्तु अस्तु, मीना भगिनी अग्रे। परन्तु अत्र भू भवति इति इत्यस्य धातोः मध्ये विकर्णप्रत्ययम् आगत्य भव इति भवति, अनन्तरमेव ति योजनेन भवति इति भवति खलु महोदय? न, तथा वयं चिन्तयामः, तथा वयं चिन्तयामः। अत्र अत्र यः क्रमः उक्तः तदाधारेण भव इति भवति, तदनन्तरं ति इति वयं चिन्तयामः। तत्तु सारल्यार्थम् उक्तमस्ति। वस्तुतः तत्र प्रथमतया धातुतः लट् लकारः विधीयते। लट् लकारस्य विवक्षा चेत् लट् लकारः, वर्तमाने लट् इति लट् लकारः विधीयते। तदनन्तरं तत्र किं लस्य इत्यनेन तिप्तस्जि इति प्रत्ययः विधीयन्ते लटः स्थाने। धातुतः इदानीं तिप् प्रत्ययः साक्षात् अस्ति, तदानीं तिप् प्रत्ययं निमित्तीकृत्य विकरणप्रत्ययः आयाति मध्ये कर्तरि शप् इत्यनेन, तदानीं धातुः विकरणप्रत्ययः। इदानीं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि, भू इत्यस्य गुणः भो, अनन्तरं एजोय वायवः सन्धिकार्यं भव इति अङ्गं निष्पन्नम्। इदानीं भवयोगः इति भवति इति भवति इति अत्र वस्तुतः शास्त्रीयक्रमः। अत्र कथम् उक्तमस्ति इति चेत् भूयोगः विकरणप्रत्ययः अङ्गकार्यं गुणकार्यं सन्धिकार्यं भव इति अङ्गं सिद्धम्, इदानीं ति प्रत्ययस्य योजनम् इति तथा उक्तमस्ति। तत्तु सारल्यार्थं तावदेव। अस्तु अस्तु भगिनि, मीना भगिनी। विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं प्रथमसोपानं। तत्र तनादिगणे दशधातवः सन्ति, डुकृञ् तनु क्षणु षणु मनु मनु क्षिणु ऋणु घृणु वृणु इति निरनुबन्धरूपाणि इमानि कृ तन् क्षन् सन् मन् वन् क्षिन् ऋन् घृन् वृन्। अत्र अवधेयं यत् कृ धातुः अजन्तः, अवशिष्टाः नवधातवः हलन्ताः, नवहलन्तधातवः सामान्याः, अतः एकत्र तान् परिशीलयाम। कृ धातोः प्रक्रिया किञ्चित् भिन्ना, अतः तम् अनन्तरं पश्येम। तत्र दशधातवः सन्ति, तत्र कृ धातु केवलम् अजन्तदातुः, तत्र नवधातवः हलन्तदातवः एव, तेषां प्रक्रिया समानमेव, परन्तु कृ धातोः प्रक्रिया किञ्चित् भिन्नम् अस्ति, तत् अनन्तरं पश्येम इति उक्तम्। हलन्तधातोः उपधायां लघु इक् अस्ति चेत् तर्हि पुगन्तलघु लघुपदस्य च इत्यनेन गुणकार्यं भवति। नव हलन्तदातवः सन्ति, तेषु पञ्च अद् उपधातवः, तन् षन् सन् मन् वन्, यत्र उपधायाम् अकारः अस्ति तत्र इग् अभावे गुणकार्यं नार्हम्। अतः येषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति, केवलं धातुविकरणप्रत्ययोः मेलनम्। अत्र दश धातुषु किम् उपधा नव पञ्चधातु किल उपधायां लघु हलन्तधातुषु तत्र लघु इक् नास्ति, परन्तु अकारः एव अस्ति किल, अकारः एव अस्ति, तस्मात् पुगन्तलघुपदस्य इति प्रसक्तिः नास्ति, गुणकार्यप्रसक्तिः नास्ति। नव हलन्तदातवः सन्ति, किमर्थमिति चेत् कृ धातोः अजन्तमस्ति, तेषु पञ्चदातवः अद् उपधा दातवः, तस्य तन् षन् सन् मन् मन् इति तत्र कोऽपि कार्यं नास्ति, तत्र इग् इगन्तं नास्ति, इग् उपधा अपि नास्ति, तस्मात् गुणकार्यं नास्ति। अतः येषां पञ्चधातूनां किमपि अङ्गकार्यं नास्ति, केवलं धातुविकरण प्रत्ययोः मेलनमेव। अग्रे पठामि वा? नव धन्यवादः भगिनी, धन्यवादः, नमस्कारः, धन्यवादः। अत्र किं विजया भगिनी अग्रे पठतु। विजयभगिनी अस्ति वा? तिङ्सञ्जकः प्रत्ययः सिद्धिः न न, तस्मात् पूर्वं नव हलन्तदातुषु चत्वारः आमां लघु उपधा दातवः, उपधायां लघु इक् येषां ते, तत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति। अत्र किन् योगः उपधायां स्थितस्य लघु इकः गुणः भवति, अतः इकारस्य स्थाने एकारः भूत्वा क्षेणु इति भवति। ऋण् योगः उ, अत्र अपि इकः गुणः भवति, अनन्तरम् अत्र ऋकारस्य स्थाने अर् भूत्वा नु योजनेन अर्नु इति भवति। गृण् योगः उकारः, उपधायां लघु इक् वर्णः, अत्र अपि ऋकारस्य स्थाने अर् भूत्वा गर्नु इति भवति, गर्नु इति भवति। वृण् योगः उ, उपधायं स्थितस्य ऋकारस्य स्थाने अर् भूत्वा वर्णु इति भवति। अग्रे पठामि वा महोदय? समीचीनं भगिनी, धन्यवादः। इत्युक्ते अत्र अत्र दशधातवः सन्ति खलु, दशधातु दातवः, एकः एव धातुः अजन्तदातुः कृ इति धातुः, अन्ये धातवः नवधातवः हलन्तदातवः, तेषु नवसु पञ्चदातवः अदुपदाः, अपि च अवशिष्टाः चत्वारः धातवः इगुपदाः, इगुपदाः इति कृत्वा अत्र गुणः भवति इति अङ्गं, यदा अङ्गम् अत्र निष्पन्नम्, एतेषां नवानां धातूनाम् अङ्गनिष्पादनं श्रमः नास्ति, झटिति वयं कर्तुं शक्नुमः। इतः अग्रे इदानीं तत्र तिङ्प्रत्ययं निमित्तीकृत्य किं किं कार्यं भवति इति इदानीमेव प्रश्नः अस्ति। एतावता यद् अस्माभिः पूर्वं दृष्टं स्वादिगणे, तत्र श्नु इति प्रत्ययं निमित्तीकृत्य कार्याणि भवन्ति, तदानीं तत्र तत्र किम् अङ्गं यदा निष्पन्नं तदनन्तरं तत्र तिङ्प्रत्ययं निमित्तीकृत्य कतिचन अङ्गकार्याणि भवन्ति। अत्र अत्र विशेषतया अङ्गकार्याणि अस्माभिः द्रष्टव्यानि, तद्वयम् अग्रे पश्यामः। इदानीं तिङ्प्रत्ययसिद्धिः इत्यत्र विशेषतया भेदः नास्ति, ये प्रत्ययाः पूर्वम् अनदन्ताङ्गानां कृते उक्ताः ते एव प्रत्ययाः अत्रापि सन्ति. तर्हि अग्रे उषाभगिनी अग्रे पठतु. अनदन्त अङ्गानां कृते तिङ्प्रत्ययः सिद्धिः जाता एव. यत्र अङ्गम् अनदन्तं तत्र सर्वेषां धातूनां कृते सिद्धतिङ्प्रत्ययाः समानाः इति तु वयं जानीमः. अतः तनादिगणे अपि सिद्धतिङ्प्रत्ययाः एते एव. परस्मैपति लट्लकारः तीतः अन्ति सीतः त मी वहमः. आत्मनेपति लट्लकार ते आते अते से आथे द्वे ये वहे महे. लोट्लकारः परस्मैपति तु अपि च तात् ताम् अन्तु हि तात् तं त आनि आव आम. लोट्लकार आत्मनेपति ताम् आतामतां स्व आथां द्वम् ऐ आवहे आमहे. लङ्लकार परस्मैपति तु ताम् अन् स्तं त अं वम. लङ्लकार आत्मनेपति त आतामत थाः आतां ध्वम् ई वहि महि. विधिलिङ्लकार परस्मैपति यात् यातां युः याः यातं यात यां याव याम. विधिलिङ्लकार आत्मनेपति ईत ईयातां ईरन् ईथाः ईयाथां ईध्वम् ईय ई वहि ई महि. सिद्धतिङ्प्रत्ययाः वयं जानीमः सर्वेषां धातूनां कृते सिद्धतिङ्प्रत्ययाः समानाः एव. अत्र अनदन्त अङ्गानां यतोहि अत्र उ इति विकरणप्रत्ययः उ इति विकरणप्रत्ययः इत्यनेन अनदन्ताङ्गम् अस्ति. प्रत्ययः वयं जानीमः परस्मैपति अपि च आत्मनेपति कृते. लट्लकार लोट्लकार लङ्लकार विधिलिङ्लकार चत्वारि लकाराः सार्वधातुकलकाराः एव. समीचीनं भगिनि. इति अत्र ये प्रत्ययाः उक्ताः ते प्रत्ययाः अस्माकं मनसि भवेयुः, तदानीमेव प्रक्रिया सरला भवति. अस्तु भगिनि, धन्यवादः. इदानीम् अग्रे गच्छामः. तत्र शोभा भगिनी अग्रे पठति वा? आं भगिनि. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं निमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. अत्र तिवादीनिमित्तं मत्वा अङ्गकार्यं क्रियते. यथा तनु इति अङ्गं, ति इति प्रत्ययः, तनुयोगः ति, गुणः यतोहि तत्र तनुयोगः ति, ति इति सार्वधातुकप्रत्ययः, गुणः तनुयोगः ति. अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशम्. स्वादिगणे कथम् आसीत् इति स्मरन्तु. धातूनां विभागद्वयम् अजन्तधातवः हलन्तधातवः च किमर्थम् एवम् आसीत्? यतः स्वादिगणे अजन्तधातूनाम् अङ्गम् असंयोगपूर्वं यथा चिनु, हलन्तधातूनाम् अङ्गं संयोगपूर्वं शक्नु इति. स्वादिगणे सर्वत्र अङ्गम् उकारान्तं किल श्नु प्रत्ययस्य कारणम्. यत्र अङ्गम् उकारान्तं तत्र उकारात् प्राक् द्वयोः हलोः संयोगः अस्ति चेत् अङ्गं संयोगपूर्वम् इति उच्यते. यथा शक् योगः नु शक्नु इति अङ्गं संयोगपूर्वं, चि योगः नु चिनु इति अङ्गम् असंयोगपूर्वम् इति. अनेन भेदेन स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म. स्मरन्ति वा केषु त्रिषु स्थलेषु? अजादि अपित्सु संयोगपूर्वात् उवङ्ग्, असंयोगपूर्वात् यण्, वकारादि मकारादि च प्रत्ययपरे विकल्पेन असंयोगपूर्वस्य ऊलोपः, असंयोगपूर्वात् हि प्रत्ययस्य लोपः. तनादिगणे अस्माकं नवधातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम् अङ्गम् उकारान्तम्. परन्तु एषु नवसु हलन्तधातुषु षण्णाम् अङ्गम् असंयोगपूर्वं, तनु क्षणु सनु मनु वनु क्षेणु. नाम एतेषां षण्णामपि अङ्गे उकारात् प्राक् हलोः संयोगः नास्ति. नवसु अवशिष्टानां त्रयाणां धातूनाम् अङ्गं संयोगपूर्वम् अरुणु घरुणु वरुणु इति एषां त्रयाणां भगिनी अत्र अग्रे पठन्ती अस्ति खलु भवती आम् अत्र अस्मिन् परिच्छेदे किम् उक्तं तद् उक्तवती वा क्षम्यतां भगिनी तत्र अहं मुद्रणं कृतवती मम करपत्रे एकमेव परिच्छेदमिव दृश्यते अस्तु तर्हि तत्र तनादि जालपुटे पश्यामि भगिनि अस्तु तनादिगणे अस्माकं तृतीयबिन्दुः अस्ति खलु असयोगपूर्वात् हि प्रत्ययस्य लोपः ततः पर्यन्तं तत्र हि प्रत्ययस्य लोपः तत्र स्थगनीयम् अस्तु इदानीं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गनि तिङ्प्रत्ययोः मेलनम् अत्र इदानीं तत्र किं सोपानानि इदानीं पठितं सार्वधातुकप्रत्ययेषु विकरणप्रत्ययनिमित्तक अङ्गकार्यं तिङ्प्रत्ययसिद्धिः तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति तत्र तिबादीन् निमित्तं मत्वा अङ्गकार्यं क्रियते प्रथमम् इदानीं धातुम् अपि च तिङ्प्रत्ययं स्वीकृत्य किं भवति अग्रे इति यथा तत्र तनु इति तनादिगणीयधातुं स्वीकृत्य तनुयोगः ति इति तिङ्प्रत्ययं स्थापयामः तत्र सार्वधातुकति प्रत्ययः ति प्रत्ययः ति इति गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन तनु इत्यस्य उकारस्य इगन्तधातुः उकारस्य गुणः भवति ओ इति तनो इति भवति तनोयोगः ति इदानीं तत्र अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशम् इति तत्र स्वादिगणे किं दृष्टवन्तः धातूनां विभागद्वयं कृतवन्तः इत्युक्ते अजन्तधातवः हलन्तधातवः इति प्रथमं विभागं कृतं तदनन्तरं किमर्थम् इत्युक्ते तत्र स्वादिगणे अजन्तधातूनाम् अङ्गम् असंयोगपूर्वं हलन्तधातूनाम् अङ्गं संयोगपूर्वम् इति तत्र अजन्त इत्युक्ते तत्र अन्ते अच् वर्णः भवेत् यथा तत्र चिनु इति उदाहरणरूपेण स्वीकृतमासीत् असंयोगपूर्वः अस्ति यतोहि तत्र उकारात् प्राक् संयोगं नास्ति वर्णयोः तत्र केवलं नकारः चिनु हलन्तधातूनाम् अङ्गं संयोगपूर्वं यतोहि तत्र शक् इति स्वीकृतवन्तः शक्नु इति इत्युक्ते तत्र अन्त्य उकारात् पूर्वं ककारनकारयोः संयुक्तपदमस्ति अतः संयोगपूर्व उकारः अस्ति अतः अङ्गं संयोगपूर्वम् इति उक्तवन्तः अपि च स्वादिगणे तत्र सर्वत्र अङ्गम् उकारान्तम् आसीत् सर्वत्र उकारान्तमेव आसीत् यतोहि श्नु इति प्रत्ययः आगतम् यत्र अङ्गम् उकारान्तं तत्र उकारात् प्राक् तत्र द्वयोः हलोः संयोगः अस्ति चेत् इति अङ्गं संयोगपूर्वम् इति इदानीं दृष्टवन्तः तदेव द्वयोः हल् वर्णयोः संयोगः अस्ति चेत् तत्र संयोगपूर्व अङ्गम् इति भवति इति दृष्टवन्तः यथा तत्र शक्नु इति शक्नु इति शक् योगः नु शक्नु इति भवति अङ्गं संयोगपूर्वः भवति किन्तु चि योगः नु इत्यत्र चिनु इति अङ्गं तत्र संयोगः नास्ति अतः अङ्गम् असंयोगपूर्वम् इति दृष्टवन्तः अपि च एतदेव भेदः एतेन भेदेन स्वादिगणे भागद्वयं कृत्वा तत्र कार्यं त्रिषु स्थलेषु भिद्यते इति दृष्टवन्तः तत्र ते के इत्युक्ते अजादि अपित् संयोगपूर्वात् तत्र अजादि अपित् अपि च संयोगपूर्वः भवेत् तदा उवङ्ग् इति आदेशः भवति, असंयोगपूर्वात् यण् इति आदेशः भवति इति दृष्टवन्तः. अपि च वकारादि अन्यः अंशः अस्ति, वकारादि मकारादि च प्रत्यये परे तत्र सूत्राणि दृष्टवन्तः. इदानीं वङ् आदेशः कुत्र भवति इत्युक्ते अचिष्णुधातुभ्रुवाम् इत्यनेन वङ् आदेशः भवति इति दृष्टवन्तः. अपि च अग्रे वकारादि मकारादि यदि इति यत्र भवति इत्युक्ते लोपश्चास्यान्यतरस्यां मोहो इति वकारादि मकारादि च प्रत्यपरे विकल्पेन असंयोगपूर्वस्य ऊलोपः भवति इति दृष्टवन्तः. अपि च तत्र किं तत्र तृतीयः अंशः अस्ति, असंयोगपूर्वात् हि प्रत्ययस्य लोपः भवति इति. तत्र उतश्च प्रत्ययात् असंयोगपूर्वात् इति तत्र हेर् लुक् भवति इति दृष्टवन्तः. असंयोगपूर्वात् हि प्रत्ययस्य लोपः. तनादिगणे अस्तु, तावत् अस्ति भगिनि. समीचीनं, धन्यवादः भगिनि. धन्यवादः. अस्तु, इति तत्र स्वादिगणे कथम् आसीत् इति अस्माभिः चिन्तितं. स्वादिगणे विभागद्वयम् आसीत्, एकः हलन्तधातोः विषय सामान्यविभागः, अजन्तधातुः अस्ति चेत् विशिष्टः अस्ति अजन्तधातुः, यतोहि तत्र स्नु इत्यस्य उकारात् प्राक् संयोगः नास्ति इति कृत्वा त्रीणि कार्याणि भवन्ति तत्र. अजादि अपित्सु यणादेशः, वकारादि मकारादि प्रत्ययपरे विकल्पेन उकारस्य लोपः, अनन्तरं हि प्रत्ययस्य लोपः, इति त्रीणि कार्याणि. इदानीं तनादिगणे कथं भवति इति पश्यामः. सरस्वतीभगिनी अग्रे. आं भगिनि, तनादिगणे अस्माकं नवधातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम् अङ्गम् उकारान्तम्, परन्तु एषु नवसु हलन्तधातुषु षण्णाम् अङ्गम् असंयोगपूर्वम्, इत्युक्ते तनु षणु तनु मनु वनु क्षेणु नाम एतेषां षण्णामपि अङ्गे उकारान्तप्राक् हलोः संयोगः नास्ति. नवसु अवशिष्टानां त्रयाणां धातूनाम् अङ्गं संयोगपूर्वम्, अर्णु घर्णु वर्णु इति. एषां त्रयाणाम् अङ्गे उकारात् प्राक् व्यञ्जनयोः संयोगः अस्ति. अनेन संयोग असंयोगभेदेन तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्ये भिद्यते. वकारादि प्रथम तु वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उलोपः, द्वितीयकार्यम् असंयोगपूर्वात् हि प्रत्ययस्य लोपः. तनादिगणे उवङ्ग न भवति एव, अतः अयम् उवङ् अथवा यण् भेदः न वर्तते. अस्तु तर्हि, तनादिगणे नवधातवः सर्वे हलन्ताः सन्ति, सर्वेषाम् अङ्गम् उकारान्त भवति, यतोहि विकरणप्रत्यय उ भवति. नवसु हलन्तधातुषु षण्णमङ्ग असंयोगपूर्वम्, इत्युक्ते तत्र संयोग नास्ति उकारात् प्राक्. ते सन्ति तनु क्षणु तनु मनु वनु क्षेणु. तर्हि अत्र संयोगः नास्ति उकारात् प्राक्, अवशिष्टानां त्रयाणां धातूनाम् अङ्गं संयोगपूर्वं भवति, यतोहि पुगन्तलघुपदस्य च अनेन इत्यनेन सूत्रेण तत्र इगुपधायाः गुणं भूत्वा अर्णु घर्णु वर्णु एवं भवन्ति. तर्हि अत्र उकारात् प्राक् व्यञ्जनाः सन्ति, अतः संयोगः सन्ति. अतः यथा स्वादिगणे कार्यं भिद्यते, तथैव अत्र केवलं स्थलत्रये एव कार्यं भिद्यते. तनादिगणे तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र आम्, तर्हि अत्र संयोगपूर्वं धातु सन्ति, परन्तु अत्र उवङ्गस्य प्रसक्तिः नास्ति. उवङ्ग यण यतोहि अचिष्णुधातु ब्रुवाम् अस्य कार्यमेव नास्ति अस्य सूत्रः वङ्गः वङ्गः आमां सम्यक् अस्तु तर्हि अत्र कार्यं केवलं कार्यं द्वयमेव अस्ति वकार प्रथमं तु वकारादि मकारादि प्रत्यये परे असंयोगपूर्वः अस्ति तर्हि उलोपः लोपशासनेतरस्यां मोहो इत्यनेन सूत्रेण तथा असंयोगपूर्वात् हि प्रत्ययस्य लोपः एवमेव कार्यम् अत्र किमर्थं उवङ्ग आदेशः न भवति तनादिगणे अत्र निमित्तमेव नास्ति न वा अचिष्णु धातु श्रु नास्ति अत्र अतः उवङ्ग अपि अत्र उ अस्ति विकरणप्रत्यये श्नु नास्ति अचिष्णु धातु ब्रुवां इयङ् उवङ्गौ न भवति अतः श्नु नास्ति परन्तु उकारान्तधातुः इति न वक्तुं शक्यते वा धातु उकारान्त नास्ति न वा अत्र प्रत्यये योजयित्वा एव उ भवति विकरणप्रत्यये उ अस्ति अतः एव उकारान्त उकारान्तः अस्ति तन्योगः उ इति अत्र उकारान्तः अस्ति परन्तु उकारान्तधातुः नास्ति खलु यथा भवती उक्तवती इति कृत्वा उवङादेशः न भवति एव उवङादेशः न भवति चेत् यणादेशः अपि न भवति तत्र यतोहि यणादेशार्थं सूत्रं किमासीत् उष्णुः सार्वधातुके अत्र हू अपि नास्ति श्नु प्रत्यान्तम् अङ्गमपि नास्ति इति कृत्वा यणादेशः अपि न भवति समीचीनम् इत्युक्ते अत्र तनादिगणे यत्र इत्युक्ते यत्र संयोगः नास्ति यत्र येषां धातूनां संयोगः नास्ति तेषां धातूनाम् अत्र का स्थलद्वये कार्यमस्ति कार्यभेदः अस्ति वकारादिमकारादि प्रत्यपरे विकल्पेन उकारस्य लोपः अपि च हि प्रत्ययस्य लोपः भवति असंयोगः अस्ति चेत् संयोगः अस्ति चेत् तत्र तु सामान्यम् अस्ति तत्र विशेषः नास्ति अस्तु समीचीनं तर्हि इदानीम् अरुणभगिनी अग्रे पठति वा भगिनि लतार्थः एवम् अनादिगणे यत्र अङ्गं संयोगपूर्वं भवति उदाहरणं शक्नु इव तत्र तिङ्गन्तरूपाणि स्वादिगणे वत् गणवत् भवन् परन्तु अजादिपित्सु उवङ् स्थाने अजादि अपित्सु ओ अजादि अपित्सु उवङ् स्थाने यण् एव भवति तनादिगणे यत्र अङ्गम् असंयोगपूर्वं चिनु इव तत्र तिङ्गन्तरूपाणि स्वादिगणवत् एव भवन्ति अग्रमुक्तम् अनादिगणे संयोगपूर्वम् अस्ति चेत् तिङ्गन्तरूपाणि स्वादिगणे एव भवति अजादि अपित्सु पूर्वं स्थाने यण् एव भवति अनादिगणे भेदः अस्ति यत्र लिङ्गम् असंयोगम् अस्ति चेत् तत्र लिङ्गन्तरूपाणि स्वादिगणे पूर्वमपि तदेव इत्युक्ते अर्णो इति धातुः अस्ति अर्णो इति धातुः इदानीं लट् लकारमेकमेव पश्यामः अर्णुयोगः लट् लकारस्य रूपाणि साधयतु अर्णुयोगः अस्ति गुण भवति भवति अर्णोति भगिनि अर्णोति सम्यक् अर्णोति अर्णुयोगः सः गुणः नास्ति केवलम् अर्णुतः अर्णुयोगः अन्ति अजादि अपि अस्ति अजादि अपि अस्ति यन् आदेशः भवति उकारस्थाने वर्णयन्ति किं किं कार्यं भवति यणादेशः भवति इति उक्तवती खलु यर्णादेशः भवति चेत् किं भवति तत्र रूपम् अर्णयन्ति अर्णयन्ति इति किमर्थम् अर्णुयोगः अन्ति ओकारस्थाने उकारस्य स्थाने वकारः खलु अर्णवन्ति इति उक्तवती वा किम् उक्तवती अर्णवन्ति अर्णुयोगः अत्र अस्ति अर्णु अर्णो अर्णोषि भवति अर्णोषि आदेशप्रत्ययोः अर्णोषि अर्णोषि भवति अर्णोषि अर्णो अर्णु सः अर्णु गुण भवति अर्णो अर्णोमि अर्णोमि अत्र संयोगः अस्ति अतः एकरूपमेव भवति अर्णुवः अर्णुमः संयोगः अस्ति इति कृत्वा एकमेव रूपं हा समीचीनम् इति तत्र स्वादिगणे यथा अस्ति तथैव केवलं यणादेशः यणादेशः तत्र तु उष्णो सार्वधातुके इत्यनेन भवति अत्र तु सामान्य यणादेशः इको एणशि इत्यनेन इति भेदः अस्ति अस्तु समीचीनम् अस्तु भगिनि धन्यवादः इदानीं तत्र कः तत्र सूर्यकुमारी भगिनी वदति वा इदानीं तत्र धातुः तन् धातुः अस्ति तन् धातुः अस्ति चेत् तनु इति अङ्गं तत्र उकारात् प्राक् संयोगः नास्ति चिनुवत् तत्र कथं भवन्ति रूपाणि लट्लकारे सनुयोगः थि सनोति तनु अर्सनु भगिनि तनु तनु तनोति तनुतः तनुतः तन्वन् तनवन्ति तनवन्ति इति तनुयोगः तन्वन्ति तन्वन्ति भगिनि तनोषि तनुतः तनुत तनोमि तत्र संयोगः नास्ति तनुवः तन्वः तनुमः तन्मः सम्यक् इति तत्र रूपाणि स्वादिगणे यथा आसीत् तथैव अत्रापि महान् भेदः नास्ति केवलम् अजादि अपित्सु एव तत्र उवङ्गादेशस्य प्रसङ्गः नास्ति उवङ्गादेशस्य प्रसङ्गः नास्ति परन्तु यणादेशः यथा तत्र तत्र अत्रापि यणादेशः परन्तु भिन्नसूत्रेण तावदेव अस्तु तद् अग्रे भवती एव पठतु यथा स्वादिगणे भगिनि स्वादिगणे यथा स्वादिगणे यथा स्वादिगणे तनादिगणे अपि संयोगपूर्वाङ्गानि सामान्यानि सेक्नु इव अणु गणु वर्णु असंयोगपूर्वाङ्गानि शिनु इव तनु क्षणु सनु मनु वनु क्षेणु विशेषानि विशेषानि इति नाम तनादिगणे ये सामान्यनियमाः सन्ति अण्णु गण्णु वण्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते असंयोगपूर्व अङ्गानि तनु क्षणु सनु मनु वनु शेणु आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तन्ते एव किन्तु स्थलद्वये विशेषाः भवन्ति यदा वयं पूर्वं चर्चितवन्तः तनादिगणे स्थलद्वये एव भेदः भवति संयोग असंयोगपूर्व विषये अजाद अपित्सु उवङ्गप्रसक्तिः नास्ति यणादेशे एव भवति संयोग वा असंयोग वा तदाधारेण तनादिगणे प्रतिनिधि चतुष्टयं स्वीक्रियताम् संयोगपूर्वङ्गस्य परस्मैपदिधातुः क्षणु असंयोगपूर्वङ्गस्य परस्मैपदिधातुः तन् संयोगपूर्वङ्गस्य आत्मनेपदिधातुः क्षण् असंयोगपूर्वङ्गस्य आत्मनेपदिधातुः तन् क्षम्यतां ऋन् तृतीयपङ्क्ते ऋन् चतुर्थपङ्क्ते तन् येषां धातूनां रूपाणि चतुर्षु सर्वधातुलकारेषु लट् लोट् लङ् विधिलिङ् विधिलिङ्गु विधिलिङ्गक्ष् विधिलिङ्क्षु जानीमः चेत् तर्हि सर्वेषां तनादिगणीयधातूनां सार्वधातुकलकाररूपाणि जानीमः एव क्रूधातु विहाय तत्र वयं जानीमः सर्वेषां तनादिगणीयधातुरूपाणि साधितुं सुलभमस्ति क्रूधातु विहाय क्रूविशेषधातुः अस्ति यदा स्वादिगणे यथा स्वादिगणे तनादिगणे अपि सिद्धतिङ् प्रत्ययाः चतुर्विधाः हलादिपितः अजादिपितः हलाद्यपितः अजाद्यपितः च तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम् इति एतादृशविभागः अन्यत्रापि अस्माभिः दृष्टः हलादिपित् हलादि अपित् अजादिपित् अजादि अपित् इति ओके इति अत्र तु यथा स्वादिगणे संयोगपूर्वाङ्गं संयोगपूर्वधातुः असंयोगपूर्वधातुः इति तादृशविभागः अस्ति अस्तु भगिनि धन्यवादः इदानीम् अग्रे विजयलक्ष्मी भगिनी पठतु संयोगपूर्वाङ्गधातूनां कार्यम् हलादिषु पित्सु गुणः हलादिषु किमपि सन्धिकार्यं नार्हम् अर्णु योगहति अर्णोति अजादिषु पित्सु गुणः तदा अवादेशः अर्णु आनि अर्णो आनि अर्णवानि हलाद्यपित्सु किनीति च इत्यनेन गुणनिषेधः किमपि कार्यं नास्ति अर्णु योगहत्तः अर्णुतः अजाद्यपित्सु इकोयणचि इत्यनेन यण् आदेशः अर्णु अन्ति अर्णवन्ति इति किं वक्तव्यम् अत्र भगिनि अत्र किमपि वक्तव्यं नास्ति इदानीम् अस्माभिः चर्चितम् अग्रे गच्छतु स्वादिगणे अत्र इको यणचि इति सामान्यं यण् विधायकं सूत्रं प्रबाध्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः तदा एकवारं यदा गुणनिषेधो भवति किनीति च तत्पश्चात् अचिष्णुधातुभ्रुवां युवोर्यङ् वङौ इत्यनेन उवङ् आदेशः भवति यथा शक्नु योगः अन्ति शक्नावन्ति शक्ना उव अन्ति उवङ् आदेशः उव शक्नुवन्ति परन्तु अस्मिन् सूत्रे श्नु प्रत्ययः उक्तं न तु उकारः अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणे नास्ति तर्हि तनादिगणे अजाद्यपित्सु यथा सामान्यं यण् आदेशः एव भवति उयोगः अ यणादेशः व अर्णु योगः अन्ति अर्णवन्ति असंयोगपूर्वाङ्गधातूनां कार्यं केवलं स्थलद्वये भिद्यते स्थलद्वयमपि अपित्सु एव पित्सु न कोऽपि भेदः अत्र पाणिनीयसूत्रक्रमे स्वादिगणस्य धातूनां प्रथमं तु इको यणचि इति सूत्रं सामान्यसूत्रम् आयाति, यण् विधायकसूत्रं तत् प्रबाध्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः भवति. तदा तत्र गुणनिषेधः भवति किनिति च इति सूत्रेण. अनन्तरम् अचिष्णुधातु भ्रुवां युवो याङ् वाङौ इति सूत्रस्य प्रसक्तिः जायते. तत्र उवङ् इति श्नु इति धातु श्नु इति गण विकरणप्रत्ययस्य तत्र प्रसङ्गः अस्ति इति कृत्वा उवङ् आदेशः भवति. अतः शक्नु योगः अन्ति इति स्थिते उव इति उवङ् आदेशः भूत्वा शक्नुवन्ति इति रूपं सिद्ध्यति. परन्तु तनादिगणे तु श्नु प्रत्ययः न आयाति, तत्र केवलम् उकारः एव अस्ति. अतः अत्र अचिष्णु धातु ब्रुवां युवोर्यङ् वङौ इति सूत्रस्य प्रसक्तिः नास्ति. अतः तनादिगणे अजादि अपित्सु सामान्यं यण् आदेशः इको यणचि इति सूत्रेण भवति. अर्णु योगः अन्ति इति अर्णवन्ति इति रूपं सिद्ध्यति. अग्रे असंयोगपूर्वाङ्गधातूनां किं कार्यं कथा कुत्र भवति इति चर्चितमस्ति. पठामि वा भगिनी? भगिनी धन्यवादः. इत्युक्ते सारांशरूपेण अत्र किं वक्तुं शक्नोति, संयोगपूर्वधातुः अस्ति चेत् सारांशरूपेण किं भवति? संयोगपूर्वधातु अस्ति चेत् यत्र अजादि अपित् किमस्ति प्रत्ययः भवति, तत्र इको यणचि इति सूत्रेण केवलं यण् आदेशः भवति. अन्यत्र तु केवलं सामान्यकार्यं किं भवति, गुणकार्यं भवति, तावदेव अस्ति. इति तावदेव अस्ति इत्युक्ते पित्सु गुणकार्यं भवति, अपित्सु गुणनिषेधः. अजादि अपित्सु इको एणचि इत्यस्य कार्यं तावदेव, अन्यत् किमपि नास्ति, बहु सरलम् अस्ति. तर्हि इदानीम् असंयोगपूर्व अङ्गधातूनां कार्यं किम् इति मीना भगिनी आगतवती, पठितुमिच्छति वा? समस्या अस्ति वा इदानीमपि मीना भगिनी? अस्तु तर्हि सरस्वती. कनेक्षन् नास्ति भगिनि, पठितुं शक्नोति वा? पठति भगिनि. असंयोगपूर्वाङ्गधातूनां कार्यम्, असंयोगपूर्वाङ्गधातूनां कार्यं हलादिपित्सु गुणः. असंयोगपूर्वाङ्गानां कार्यम्, ओ अत्र वा, हलादिषु पित्सु गुणः तनुः तनुयोगः तीतनोति, अजादिपित्सु गुणः तदा अवादेशः तनुयोगः आनि तनो योगः आनि तन् योगः अव् योगः आनि तनवाणि एचोयवयः हलादि अपित्सु इति च हलादि अपित्सु इति चेति इत्यनेन गुणनिषेधः तनु तनुतः स्थलद्वये अपवादभूतकार्यं लोटि हि लोपः तनुयोगः हि हि तनु एव भवति, हि लोपः भवति. तदनन्तरं वकारे वकारे परे उकारस्य वा लोपः तनुयोगः वः तन्वः अथवा तनुवः. अजादि अपित्सु इको यणचि इत्यनेन यन् आदेशः तनु अन्ति तन् तन् अन्ति लोपश्च अन्यतरस्यां मोः इति सूत्रेण तन् तन् तन्वन्ति इति भवति. लोपश्च इत्यनेन तन्वन्ति कथं भवति? यणादेशः तत्र यणादेशः मकार नास्ति, वह वह इति तत्र नास्ति. पूर्वं तत्र वकारमकारे परे उकारस्य वा लोपः तत्र लोपश्च अन्यतरस्य अन्तिमोः इति किल तन् तन्वः अपि च अथवा तनुवः अजादि अपि च इको यनचि तदनन्तरं यनादेशः तनु तनु अन्ति तत्र तन् योगः तिद् योगः अन्ति तन्वन्ति यणादेशः तत्र सारांशरूपेण वदतु अत्र कार्यं किम् अस्ति सारांशरूपेण वदतु कार्यं कार्याणि कानि तनादिगणे हलादि पिच्छु हलादि पिच्छु सदा साधारणतया गुण गुणं भवति तनुयोः तनोति इति हलादिपिच्छु गुणः अजादि अजादिपिच्छु अचिष्णु तत्र किल न अजादिपिच्छु गुणः तत्र अवादेशः तनु आनि तत्र किं केन सूत्रेण भवति तत्र अजादिपिच्छु गुणः सरदातुक अर्धधातुकयोः गुणः गुणः भवति तनो आनि तेजो यः तन तनवाणि तदन् हला हलादि अपिच्छु क्नति चेति सूत्रेण गुणनिषेधः भवति तनुतः तदनन्तरं स्थलद्वये एव हि यत्र हि भवति लोटि हि भवति तत्र केन सूत्रेण इति सूत्रेण तत्र तनु भवति हि लोपः भवति मकारमकारे परे तत्र तनु तन्वः तन्वः इति रूपद्वयमस्ति लोपश्च अन्यतरस्य अम्मोः इति सूत्रेण अजादि अजाद्यपिच्छु तत्र इको यनचि तत्र यण् आदेशः भवति तन् तन्वन्ति इति भवति समीचीनं धन्यवादः भगिनि इदानीम् अन्य कोऽपि पठति अग्रे विजया भगिनी अग्रे पठतु आम् महोदय स्वादिगणे यथा उपर्युक्तं हलन्तधातुषु चक्रिव अचिष्णुधातु भ्रुवङ् भ्रुवङ् युवो रियङ् उवङ्गौ इत्यनेन उवङ् अजन्तधातुषु चि इव यन् आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितम् उष्णुः सार्वधातुके इति परन्तु तनादिगणे उपरि अचिष्णुधातु भ्रुवङ् युवो रियङ् उवङ्गौ इत्यस्य प्रसक्तिः नास्ति अत्र असयोगपूर्वाङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य आवश्यकता अपि नास्ति अतः अत्र सामान्यसूत्रम् इको यनचि इत्यनेनैव कार्यं भवति उपरि दत्तमत्र अजादि अपि अस्ति चेत् अत्र तनुयोग अन्ति इति अस्ति चेत् अत्र साधारणसूत्रम् अत्र सामान्यसूत्रमस्ति इको यनचि इत्यनेन अत्र किमपि विशेषणसूत्रं नास्ति इको यनचि इत्यनेनैव अत्र तन्वन्ति इति उकारस्य स्थाने वकारः भूत्वा इदानीम् अत्र अचिष्णुधातु ब्रुवङ् युवर् इयङ् उवङ् अत्र किमर्थं प्रसक्तिः नास्ति अत्र किमर्थं अचिष्णुधातु ब्रुवङ् युवर् इयङ् इति सूत्रं इकारस्य स्थाने असहयोग अस्ति चेत् एव न असयोग इति नास्ति अचिष्णुधातु ब्रुवां योरि अङ्गमुगौ इत्यस्य प्रसक्तिः नास्ति यतोहि श्नु प्रत्ययान्तम् अङ्गं नास्ति अपि च उकारान्तधातुः अपि नास्ति यतोहि धातोः अनन्तरम् उकारान्तप्रत्ययः अस्ति खलु अङ्गमस्ति खलु धातुः नास्ति अत्र कृत्वा प्रसक्तिः श्नु अपि नास्ति ब्रू अपि नास्ति नास्ति अतः तत्र अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं न करोति एव उकारान्तधातुः अपि नास्ति, भ्रू अपि नास्ति, श्नु अपि नास्ति, उकारान्तधातुः अपि नास्ति इति कृत्वा अचिष्णुधातु ब्रुवम् इति प्रसक्तिः नास्ति, प्रसक्तिः नास्ति. अनन्तरम् अत्र अपवादसूत्रमस्ति अचिष्णुधातु ब्रुवम् युवोदियम् ओङ्गो इत्यस्य उष्णु सार्वधातुके. अत्र तणादिगणे अत्र किं यनादेशः अत्र भवति, यनादि यन् यनादेशः उष्णु सार्वधातुके न हूष्णुः सार्वधातुके अत्र प्रसक्तिः एव नास्ति खलु, हू धातुः श्नु प्रत्ययान्तमङ्गम् एतदपि नास्ति. अनन्तरं श्नु भ्रू एतत् सूत्रमपि प्रसक्तिः नास्ति, अतः तत्र सामान्यसूत्रमस्ति इको एनचि इत्येव अत्र कार्यं करोति इति उपरि तत् महोदय उदाहरणरूपेणापि वयं दृष्टवन्तः. समीचीनं तथैव अस्ति. अस्तु तर्हि इदानीम् अग्रे गच्छामः. उषा भगिनी अग्रे पठतु. किमर्थं स्थलद्वये संयोगपूर्व अङ्गात् संयोगपूर्व अङ्गधातुरूपेभ्यः असंयोगपूर्व अङ्गधातुरूपाणि भिद्यन्ते? कस्यापि तनादिगणीयधातोः अङ्गम् उकारान्तं भवति किल? ऋण्योगः ऊ गुणः, ऋण्योगः ऊ गुणः अर्णु इति भवति, तन्योगः ऊ तनु. अनयोः अङ्गयोः भेदः कः? अर्णु इति अङ्गे उकारात् प्राक् संयोगः अस्ति, हलोनन्तरा संयोगः इत्यनेन द्वयोः हल्वर्णयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगः संज्ञा भवति. अच् अच् अभि अच् अभिः व्यवचिता सम्यक् पठतु. अज् बि अर् मि अज् अज्भिः अज्भिः अज्भिः अव्यवहिता अज्भिः अव्यवहिता हलः संयोगसंज्ञा स्युः. अज्भिः बै द अच् ओके आमाम् ओके तर्हि अज्भिः अव्यवहिता इति वा अज्भिः अव्यवहिता अव्यवहिता हलः तो यत् मध्ये अज् नास्ति इति संयोगसंज्ञा स्युः इति. तर्हि अर्णु इति अङ्गे ऋ ण इति संयोगः अस्ति, त्रिषु धातुषु ऋण् घृण् वृण् एवं भवति, यतः तेषु उपधायां ऋकारः अस्ति. ऊ विकरणस्य प्रभावेण गुणः भवति, अपि च ऋकारस्य गुणः अर् अस्ति, अनेन गुणेन रेपस्य धात्वन्ते हलासः संयोगः भवति. भगिनी एक्षणम्, अज्भिः अव्यवहिता हलः संयोगसंज्ञाः स्युः इति वाक्यं समीचीनमस्ति वा? अज्भिः अव्यवहिता हलः अव्यवहिता हलः अव्यवहिता विदौट् ग्याप् अज्भिः विदौट् सो अच्भिः बै द थिङ्ग् हलः संयोगसंज्ञा स्युः. आम् ऐ थाट् अव्यवहिताः अव्यवहिताः इति वा द्वयोः वर्णयोः सो अव्यवहिताः इति अव्यवहिताः इति विसर्गः अस्ति चेत् तस्य अनन्तरं हकारः अस्ति चेत् विसर्गस्य का गतिः? then wo would be there avyavasto atah atra ajvi akarah asti kalu vahi chaitanena oho tu akarah bhavati chedeva bhavati kalu no vahi chaitanena avyavahitah iti visargasya avyavahitah atah api pare hasva akarah ह्रस्वाकारः ओ न भवति ह्रस्वाकारः अत्र दीर्घाकारः इति कृत्वा तत्र विसर्गस्य का गतिः? लोपशाकल्यस्य वा? नो परः यकारः भवति विकल्पेन भवति लोपः एव भवति लोपः भवति अतः अज्भिः अव्यवहिताः अस्तु हलः हलः इत्यस्य का विभक्तिः हलः संयोगः षष्टि इति चेत् अव्यवहिताः इति भवति वा अव्यवहितस्य अव्यवहितयोः हलः न न एकक्षणम् एकक्षणं तत्र एकक्षणं हलः इत्यस्य का विभक्तिः हलः एकवचनमेव षष्टिविभक्तिः एकवचनमेव षष्टिविभक्तिः एकवचनम् अस्ति चेत् अज् अव्य अज्भिः अव्यवहिता इत्यस्य का विभक्तिः तदपि शुद्धि षष्टि तृतीय भगिनी अव्यवहितस्य हलः इति समीचीनमस्ति खलु आम् आम् अव्यवहितस्य हलः अज्भि तदेव अहम् उक्तवती इति अज्भिः अव्यवहितस्य अव्यवहितस्य हलः इति वक्तव्यं वा किं भगिनि किं किं हा तत्र यथा भवती अपि उक्तवती हलः संयोगसंज्ञाः स्युः इति तत्र तु बहुवचने एव अस्ति तर्हि तत्र अज्भिः अव्यवहिताः इति अपि बहुवचने एव भवेत् किन्तु तत्र प्रथमविभक्तिः भवति वा इति एव अहं पृच्छन्ती अस्मि तत्र का विभक्तिः भवेत् विभक्ति इति मन्ये भगिनी बहुवचने हलः संयोगसंज्ञः स्युः सर्वत्र बहुवचने अज्भिः अज्भिः अव्यविहिताः हलः तं ताम् उद्दिश्य संयोगसंज्ञा भवति संयोगसंज्ञाः भवन्ति अज्भिः अव्यवहिताः हलः तेषां संयोगसंज्ञा भवति अथवा ताम् उद्दिश्य संयोगसंज्ञा भवति अथवा तम् उद्दिश्य संयोगसंज्ञा भवति अज्भिः अव्यवहिताः हलः संयोगसंज्ञा स्युः हलः इति षष्टिविभक्तिः हलः इति षष्टिविभक्तिः न भवितुम् अर्हति किमर्थं चेत् केवलम् एकः एव हल् वर्णस्य संयोगसंज्ञाः न भवितुम् अर्हति खलु बहुवचने अस्ति अतः तत्र यदि षष्टिः अस्ति षष्टिः स्यात् तदानीं हलाम् इति वक्तव्यमासीत् हलाम् अज्भिः अव्यवहितानां हलां संयोगसंज्ञाः स्युः इति तथा वक्तुं शक्यते परन्तु अत्र प्रथमविभक्तमस्ति हलः इति उक्तं खलु अज्भिः अव्यवहिताः हलः इति प्रथमविभक्तिः अस्तु इदानीम् अग्रे पठतु भगिनि अर्णु इति अङ्गे ऋण इति संयोगः अस्ति त्रिषु धातुषु ऋण् गृण् वृण् एवं भवति यतः तेषु उपधायां ऋकारः अस्ति ऊविकरणस्य प्रभावेण गुणः भवति अपि च ऋकारस्य गुणः अर् अस्ति अनेन गुणेन रेपस्य धात्वन्ते हला सह संयोगः भवति धात्मन्ते हलासः संयोगः भवति ऋण्योगः उ गुणः अर्णो इति भवति अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति अतः गुणः अस्ति चेदपि षिण्योगः उ क्षेणु संयोगः न उत्पन्नः न एव उत्पन्नः यत्र गुणः न भवति तन्योगः उ तनु तत्रापि संयोगः नास्ति एव अङ्गात् अन्तात् उकारात् प्राक् संयोगः अस्ति चेत् सः संयोगपूर्व उकारः अङ्गात् अन्तात् इति न अङ्गान्तात् समासः अङ्गान्तात् समासः आम् अङ्गान्तात् अङ्गस्य अन्तात् अङ्गान्तात् अङ्गान्तात् उकारात् प्राक् संयोगः अस्ति चेत् सः संयोगपूर्वः उकारः अङ्गान्तात् उकारात् प्राक् संयोगः नास्ति चेत् सः असंयोगपूर्वः उकारः इति मुख्यं स्थलद्वये संयोगपूर्वधातुरूपेभ्यः असंयोगपूर्व अङ्गरूपाणि किमर्थं भिद्यन्ते ते केषु स्थलेषु भिद्यन्ते इति अत्र अस्माकं विषयः. प्रथमं संयोगः पूर्व उकारः इति चेत् उकारः इति प्रत्ययः तत्पूर्वं यदा द्वयोः हल् वर्णयोः अस्ति परन्तु हल् वर्णद्वयम् अज् इति अत्र नास्ति चेत् तथा संयोगपूर्व उकारः इति वयं वक्तुं शक्नुमः. यथा अर्णु इति वयं स्वीकुर्मः, अर्णु इति ऋण्योगः उ इति ऋण् इति धातु, उ इति प्रत्ययः, गुणः गुणः भवति चेत् गुणः वयं ति इति कृते वक्तुं शक्नुमः. अत्र पित् प्रत्ययस्य कृते ऋण् ऋण् इति धातु अर्णु इति भवति. अर्णु इति कृते उकारात् पूर्वं वर्णद्वयम् अस्ति, रेपः अपि च नकारः. रेपः अपि च नकारः मध्ये अच् नास्ति तथा संयोगसंज्ञा भवति. अर्णु इति संयोगदा उकारात् पूर्वं संयोगः अस्ति इति वयं वदामः. तथा एव वयम् असंयोगपूर्वक उकारः इति वक्तुं शक्नुमः. तन् इत्यस्य कृते उ इति विकरणप्रत्ययः, तन् योगः उ तनु इति भवति. अत्र उ इति प्रत्ययात् पूर्वं नकारः एकं वर्णः अस्ति, अकारः अपि च तकारः, तकार अकार नकार अस्ति. तकार नकारयोः मध्ये अकारः अस्ति इत्यनेन असंयोगपूर्व उकारः इति वयं वक्तुं शक्नुमः. असंयोगपूर्व उकारः अपि च संयोगपूर्व उकारः. अत्र हलो अनन्तरा संयोगः इत्यनेन द्वयोः हल् वर्णयोः मध्ये स्वरः नास्ति इत्यनेन संयोगसंज्ञा भवति. अपि च त्रिषु धातुषु उपधायां ऋकारः अस्ति, तत् ऋण् गृण् वृण् इति त्रिषु धातुषु उकारात् पूर्वं संयोगपूर्वधातुः धातोः सन्ति. अपि च षट्सु धातुषु असंयोगपूर्व उकारः अस्ति इति मुख्यविषयः अत्र. समीचीनं भगिनि, इति अस्ति, सम्यक् समीचीनम्. अस्तु, तर्हि इदानीम् अग्रे गच्छामः इति. यथा स्वादिगणे भेदः तथैव अत्रापि भेदः, संयोगपूर्वः संयोगपूर्वः, अत्र नूतनः किमपि समाचारः नास्ति. अग्रे सरस्वती भगिनी अग्रे पठति वा? प्रथमः भेदः, प्रथमः भेदः परस्मैपदे लोटि मध्यमपुरुष एकवचने सेर्यपिच्च इत्यनेन सि स्थाने हि आदेशः. तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतोहेः इत्यनेन हि लोपः, यथा वदयोग हि वद. अङ्गम् अनदन्तं चेत् हि लोपः न, यथा शक्नु योग हि शक्नुहि, अरुणु योग हि अरुणुहि. परन्तु उकारान्ताङ्गं चेत् अपि च अन्त्यः उकारः असंयोगः पूर्वः चेत् तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि लोपः भवति. सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम्. अपवादे अजन्तधातुभ्यः हि लोपः, चिनु योग हि चिनु. तनादिगणे सर्वे नवापि हलन्त किन्तु तेषु नवसु षण्णाम् अन्त्यः उकारः असंयोगपूर्वः अतः हि लोपो भवति, यथा तनुयोग हि तनु भवति. तर्हि प्रथमभेदः लोटि मध्यमपुरुषे एकवचने भवति. सिप्तः सि आगच्छति, तदनन्तरं सेर्यपिच्च अत्यनेन सि स्थाने हि आदेशः भवति. इदानीमस्ति भेदः, यतोहि अदन्त यदि अङ्गमस्ति तर्हि अतोहेः इत्यनेन सूत्रेण हि लोपः भवति. यथा उदाहरणं दत्तमस्ति वद योग हि, तदा हि अतोहेः इत्यनेन सूत्रेण हि लोपः भूत्वा केवलं वद भवति. अनदन्तम् अस्ति चेत् यदा शक्नुहि अर्णुहि एवम् अस्ति चेत् तत्र हि तिष्ठति, परन्तु तत् तिष्ठति यतोहि उकारात् पूर्वं संयोगः अस्ति, परन्तु यदि उकारात् पूर्वम् असंयोगः अस्ति तर्हि तत्र पुनः हि न तिष्ठति. स्वादिगणे अपि वयं अजादि अजन्तधातु यथा चिनु दृष्टवन्तः तथा चिनु योग हि, तत्र हि पुनः लोपः भवति उतश्च असंयोगपूर्वात् इत्यनेन सूत्रेण. तनादिगणे अपि यत्र यत्र असंयोगपूर्वः उकारः अस्ति तत्र हि लोपः भवति अनेन सूत्रेण एव, इत्युक्ते उतश्च लोपश् उतश्च असंयोगपूर्वात्. यत्र उकारात् प्राक् संयोगः अस्ति तत्र हि तिष्ठति यथा अरुणुः. समीचीनं भगिनि. भवती एव तत्र अग्रे सूत्रमस्ति खलु, तदपि पठतु एकवारम्. आम्, उतश्च प्रत्ययादसंयोगपूर्वात् प्रत्यय अवयव उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् इत्युक्ते लोपः भवति. न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहिः तस्मात् असंयोगपूर्वात्. उतः पञ्चम्यन्तं च अव्ययपदं, प्रत्ययात् पञ्चम्यन्तम्, असंयोगपूर्वात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम्. चिणो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः, अतो हेः इत्यस्मात् हेः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हेः लुक्. तर्हि अत्र उतश्च प्रत्ययाद् असंयोगपूर्वात् इत्यनेन सूत्रस्य अत्र विवरणं दत्तमस्ति. तर्हि सूत्रस्य प्रत्यय अवयवः अस्ति उकारात् प्राक् यदि संयोगः नास्ति तर्हि हि प्रत्ययस्य लुक् भवति अनेन सूत्रेण. पुनः असंयोगपूर्वात् इत्युक्ते न संयोगपूर्वः यस्मात् सः असंयोगपूर्वः बहुव्रीहिः समासः अस्ति अतः असंयोगपूर्वात् भवति. उतः पञ्चम्यात् च तु अव्ययपदमस्ति, एवमेव उतश्च भवति. प्रत्ययात् पुनः पञ्चम्यन्तमस्ति, असंयोगपूर्वात् अपि पञ्चम्यन्तमस्ति. चिणो लुक् इत्यनेन सूत्रेण लुक् इत्यस्य अनुवृत्तिः भवति, अतो हेः इत्यनेन सूत्रेण हेः इत्यस्य अनुवृत्तिः भवति. अङ्गस्य तु अधिकारः अस्ति एव, अतः अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हेः लुक्. अस्तु भगिनि, सम्यक्, समीचीनं समीचीनम् इति तत्र सूत्रमपि परिचितमस्ति. अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हेः लुक्. अत्र उतः इति उक्तम्, अत्र उतः इत्यनेन ह्रस्व उकारान्त, तर्हि तादृशं तु अत्रापि अस्ति खलु. तनु इति अत्र उकारान्तं तु अत्रापि अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः तनादिगणे अपि भवति, स्वादिगणे अपि भवति. अतः एव तत्र पाणिनिना उतः इति उक्तं. श्नु इति तत्र तादृशव्यवहारः न कृतः, श्नु प्रत्यान्तः इति, यतोहि अत्र अस्य सूत्रस्य कार्यम् उभयत्र अपेक्षितः अस्ति, अपेक्षितमस्ति. अस्तु, कोऽपि प्रश्नः अस्ति वा? अत्रापि सारल्यम् अस्ति खलु, तनादिगणे अधिकं विशेषः नास्ति. अस्तु, तर्हि अत्र स्थगनं कुर्मः, इतः अग्रे अग्रे सर्तुं शक्नुमः. धन्यवादः भगिनि. महोदय, धन्यवादः. अत्र उभयत्र इति उक्तवती खलु, किम् उभयत्र? उत च प्रात्य प्रत्ययादेशः असंयोगपूर्वात् अत्र तनु इति, अनन्तरं चिनु इति, अतः तत्र स्वादिगणे अनन्तरं तनादिगणे अपि उत च पूर्व एतत् सूत्रं एतत् सूत्रस्य प्रसक्तिः भवति. अस्तु खलु, अत्र उतश्च इति उक्तत्वात् उकारान्तः प्रत्ययस्य प्रत्ययवयवः उकारात् इति अस्ति, ततः स्वादिगणे तनादिगणे उभयत्र प्रसन्धिः. धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः, नमस्कारः.